अस्तु, सर्वेभ्यः नमस्कारः. सर्वेषां सुस्वागतं समासचिन्तनवर्गे. सर्वप्रथमं वयं पाणिनीं नमस्कुर्मः. तत्र सूत्रपाठे यत्र सूत्राणि माहिर्सूत्राणि सन्ति तस्मात् पूर्वं पाणिनेः नमः इति कश्चन पुटः अस्ति. तत्र एनाक्षरसमाम्नाय एकादशतमश्लोकम् एनाक्षरसमाम्नाय अधिगममहेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिने नमः पाणिनेये नमः इति सूत्रम् इति श्लोकः अस्ति. तत् पठामः. अनन्तरं अस्तु, वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् इत्यपि श्लोकः अस्ति. वयं पाणिनीं कात्यायनम् अपि च पतञ्जलिं नमस्कृत्य अस्मिन् वर्गे प्रवेशयामः. माहिषसूत्राणि अपि एकवारं पठामः. ऐ ओन् ऋलुक् एवोङ् अयौच् हयवरट् लण् ञमङ्गणं झभै घडदश् झबगडदश् खफ च तत च ततौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि. इदानीं द्वितीयाध्याय प्रथमः पादः कृपया उद्घाटयन्तु. तत्र पुटसङ्ख्या अस्ति षट्चत्वारिंशत् इति. द्वितीयाध्यायः प्रथमस्पादः. इदानीं अरविन्द महोदय, भवतः समीपे अस्ति वा पुस्तकम्? आं महोदय. किञ्चित् प्रथमसूत्रमेव करोतु महोदय. समर्थपदविधिः विधिः समासप्रकरणमस्ति. समर्थपरिभाषा इति अस्ति शीर्षकं. द्वितीयाध्याये समर्थपदविधिः स्वामन्त्रिते पराङ्गवत्स्वरे प्राक्कडरात्समासः सहसुः अव्ययीभावः अव्ययं विभक्तिसमीपसंवृद्धिव्यक्ति अर्थाभावत्ययसम्प्रति शब्दप्रादुर्भावपश्चात् यदा अनुभूत्य यौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु यदा सादृश्ये यावदावधारणे यावदवद्धारणे सुप्रतीना मात्रार्थे अक्षशलाकासङ्ख्याः अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्जवः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणेनाभिविद्योः श्रद्धया वदतु महोदय. आङ्मर्यादाभिविद्योः आङ्मर्यादाभि विद्यो आङ्मर्यादाभिविद्योः आङ्मर्यादाभिविद्यो मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये लक्षणेनाभिप्रति आभिमुख्ये लक्षणेनाभिप्रति आभिमुख्ये लक्षणेनाभिप्रति आभिमुख्ये प्रति आभिमुख्ये प्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः यस्य चायामः तिष्ठद्गुप्रभृतीनि च तिष्ठद्गुप्रभृतीनि च तिष्ठद्गुप्रभृतीनि च तिष्ठत्कुप्रभृतीनि च पारे मध्ये षष्ट्या वा पारे मध्ये षष्ट्या वा सङ्ख्यावंशेन सङ्ख्यावंशेन नदीभिश्च नदीभिश्च अन्यपदार्थे च संज्ञायाम् अन्यपदार्थे च संज्ञायाम् अन्यपदार्थे च संज्ञायाम् अन्यपदार्थे च संज्ञायाम् अस्तु महोदय, धन्यवादः। अत्र वयम् अविभावप्रसङ्गे स्मः। समासे बहवः प्रभेदाः सन्ति, तेषु अन्यतमः अस्ति अव्ययीभावः। अविभावसमासः इत्युक्ते अव्ययं समर्थेन सुभन्तेन समर्थ्यते इति अर्थः। अव्ययम् इति मुख्यविषयः अस्ति, अव्ययं भवति एव अविभावसमासे। सामान्यतया समासे पदद्वयं भवति, एकं पदम् अस्ति अव्ययं, द्वितीयं पदम् अस्ति सुभन्तम्, अन्यसुभन्तम् यत्किमपि भवतु तद्भवति। अयं समासः नित्यसमासः इति अस्ति, सर्वदा करणीयं। तत्र विग्रहवाक्ये न तु केवलं समस्तपदे विद्यमानानां पदानां स्वीकृत्य विग्रहवाक्यं भवति, अन्यपदानाम् आश्रयः भवति तत्र इति कृत्वा नित्यसमासः इति वदन्ति। अस्मिन् प्रसङ्गे एव बहु किमपि अस्माभिः अधीतम्। अत्र अजन्तानां विषये, यदा अविभावसमासः अजन्तः अस्ति, तस्य प्रक्रिया कथं भवति इति दृष्टम् अस्माभिः। इदानीं यदा हलन्तः अस्ति अविभावसमासे, पदं हलन्तः अस्ति चेत् तस्य प्रक्रिया कथं भवति इति पश्यन्तः स्मः। अत्र अविभावसमासे सामान्यतया किं भवति इत्युक्ते, प्रथमम् अस्ति तत्र विग्रहवाक्यं, प्रथममस्ति विग्रहवाक्यं करणीयम्। इदानीं सन्दर्भं स्वीकुर्मः, यत्किमपि सन्दर्भं स्वीकुर्मः, अत्र जरायाः समीपम् इति स्वीकुर्मश्चेत् तत्र समीपार्थे उप इति अव्ययं भवति, समीपार्थे उप इति अव्ययं भवति। जरायाः जरस् इति अत्र गणसूत्रे जरस् इति उल्लेखितः अस्ति, गणसूत्रे गणः अस्ति, पाणिनिना कृतः गणपाठः अस्ति, तत्र जरायाः जरस् इति गणसूत्रम् अस्ति। तेन सूत्रेण अत्र किं भवति, जरस् इति आदेशः भवति, तत् इदानीं न भवति, अग्रे आयास्यति तत् किम्। अत्र किं भवति, जरा जरायाः समीपे इत्युक्ते जरा योग ञस्, ञस् इति सुभन्तम् अस्ति, षष्टिविभक्तिसूचना प्रथम क्षम्यतां, षष्टिविभक्ति एकवचनप्रत्ययः अस्ति, सुप्रत्ययः अस्ति ञस्, तद् आयाति जरा योग ञस् योग उप इति तिष्ठति। इदानीम् अत्र अव्ययं सुभन्तेन समस्यते केन सूत्रेण भवति इत्युक्ते, अव्ययं विभक्तिसमीपसम् अविभावः इति अविभाव अधिकारे अव्ययं विभक्तिसमीपसंवृद्धिवृद्धि अर्थाभाव अत्य असम्प्रति शब्दप्रादुर्भाव पश्चात् यथात्मपूर्वे योगपद्य सादृशसम्पत्तिसाकल्यान्तवचनेषु इति दीपसूत्रमस्ति। तेन सूत्रेण किं भवति, अव्ययं सुभन्तेन समस्यते, स सह सुपा इति अपि तत्र सुभन्तेन सह इति कथं भवति इत्युक्ते सह सुपा इति सूत्रेण अपि च प्राकडारात् समासः इति सूत्रेण समासः इति अपि अस्य संज्ञा अस्ति समासप्रसङ्गे इति अर्थः इदानीं जरायोगः ञस्योगः उप इति अस्ति अत्र सुपो धातुप्रातिपदिको इति सूत्रेण सुप् लुक् भवति तदा गम् किं भवति जरायुग उप इति तिष्ठति इदानीं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण किं भवति अव्ययं विभक्ति समीप इति सूत्रे प्रथमया निर्दिष्टं पदम् इति अव्ययम् अतः जरायोग उप इत्यत्र यत्पदं तेन सूत्रेण लक्षितम् अस्ति तत्पदं पूर्वनिपातं तस्य पूर्वनिपातं भवति अतः उप इति शब् यत्पदम् अस्ति तद् अव्ययं विभक्तिसमीप इति सूत्रेण लक्षितः अस्ति पदं लक्षितम् अस्ति अतः तत्पदं पूर्वनिपातं तस्य पूर्वनिपातं भवति इत्युक्ते उपयोगजरः जरा इति भवति इदानीम् उपयोगजरा इत्यत्र अहं किञ्चित् प्रक्रियासु अन्यसोपानानि सन्ति तद् परिभाषारूपेण अस्ति इति कारणेन तत्सर्वम् अहं त्यजामि तस्य अविभवसमासः अस्ति तदनन्तरं प्रातिपदिकसंज्ञा अस्ति ज्ञाप्रातिपदिकात् इति क्षम्यतां केन सूत्रेण तत्र प्रातिपदिकसंज्ञा कृत्तदिशसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा अपि अस्ति अव्ययभावः इति सूत्रेण अव्ययसंज्ञा अस्ति तत्सर्वम् अस्ति तु अत्र उपजरा इति तिष्ठति उपजरा इति अस्ति अस्मिन् प्रसङ्गे किं भवति अविभावे शरत्प्रभृतिभ्यः इति सूत्रं प्रवर्तते सामान्यतया किं कुर्मः उपजरा इति अजन्तमस्ति द्रष्टुम् अजन्तमेव तस्य रूपमस्ति तु अत्र अविभावे शरत्प्रभृतिभ्यः इति सूत्रे जरायाः जरस् इति गणसूत्रम् अस्ति इति कारणेन जरा इत्यत्र जरस् इति आदेशः भवति उपजरा उपजरस् योगः तत्र अविभवशरत्प्रभृतिव अन्यकार्यमपि वदति किम् इत्युक्ते तत्र टच् योजनं टच् इत्युक्ते टच् इति कश्चन सज्जितप्रत्ययः अस्ति किमर्थं टच् योजनं भवति इत्युक्ते तत्र अविभावसमासे सामान्यतया अम् इति अन्ते भवति अम् उपजरसम् इति रूपमस्ति खलु तद् अम् इति अन्ते अस्ति अकारान्तः अस्ति अकारान्तः अस्ति तु अत्र उपजरस् इति हलन्तः अस्ति कथं वयं हलन्तशब्दम् अजन्तं कुर्मः तत् तस्य रूपसिद्ध्यर्थमेव टच् इति प्रत्ययं योजयामः तद्धितप्रत्ययं योजयामः टच् इत्यत्र तकारस्य लोपः भवति चकारस्य लोपः भवति अकारः अवशिष्यते इदानीम् अविभावः तत्र उपजरस् योगः अवि उपजरस इति भवति उपजरस इति भवति इदानीम् अजन्तः अस्ति अजन्तः अस्ति अपि च अदन्तः अपि अस्ति अत्यन्तः इत्युक्ते केवलं ह्रस्वाकारः अन्ते अस्ति अदन्तः अस्ति इति कृत्वा तत्र न विभावात् अतोङ्कपञ्चम्याः इति सूत्रेण किं भवति अन्य कोऽपि वदति वा महोदय एकः प्रश्नः अस्तु भगिनि पृच्छतु जरायाः जरस् च इति सूत्रेण जरा जरस् भवति किन्तु कथं जानीमः कदा इति कार्यं भवति कदा करणीयम् इति वा आं महोदय सर्वप्रथमं करणीयं वा अथवा अन्ते करणीयं वा इति प्रश्नः वा आं महोदय, तत्र वयं जरा एव स्वीकृत्य किमर्थं जरस्य किमर्थम् इत्युक्ते अत्र पश्यतु भगिनि, अभिभावे शरत्प्रभृतिभ्यः इति सूत्रमस्ति. अभिभावे शरत्प्रभृतिभ्यः तस्य अर्थः कः इति पश्यामः किञ्चित्. अभिभावप्रसङ्गे शरत्प्रभृतिभिः इत्युक्ते शरदादिगणे, शरदादिगणे विद्यमानानां पदानां तत्र टच् योजनं भवति इति अर्थः, तस्य अर्थः. इदानीं टच् योजनं कथा भवति? यदा समस्तपदस्य प्रातिपदिकसंज्ञा तत्सर्वम् अविभव पूर्वनिपातं तत्सर्वं कार्यं समाप्य एव टच् योजनं भवति खलु. तदा एव वयं जरस् इति आदेशः तत्र कुर्मः, आदेशं तत्र कुर्मः. अवगतं वा? अस्तु महोदय. टच् मम भ्रमः अपि तदा एव आसीत्, पूर्वं करणीयं वा परं करणीयं वा, तदनन्तरम् अहम् अवगतं, मया अवगतं. टच् टच् कार्यं कृत्वा एव टच् कार्यं करोति चेदेव जरायाः जरस् इति सूत्रं प्रवर्तते. तद्विना न तत्र सूत्रस्य प्रसक्तिः न भवति. अस्तु, इदानीं भवती एव वदतु भगिनि, अग्रे यदा अकारान्तः अदन्तः अस्ति पदं तदा किं भवति इति किञ्चित् वदति वा? अदन्त अस्ति चेत् अदन्त अधुना अदन्त अस्ति चेत् तदनन्तरं या तापसूपः इति कार्यं न करोति, किन्तु प्रबाध्य न व्यये भावात् अतोत्वपञ्चम्याः इति कार्यं करोति. सत्यं, तेन सुप् लुक् तु न भवति, किन्तु अम् आदेश भवति. सर्वे विभक्ति रूपेषु प्रत्येकपदे सर्वे सर्वाणि रूपाणि पञ्चमी विहाय पञ्चमविभक्तिं विहाय अन्यासु विभक्तिषु तत्र विभक्तिषु अन्यासु विभक्तिषु तत्र किं भवति? अम्मादेशः भवति. प्रत्ययस्थाने अम्मादेशः भवति. आं महोदय. उपजरसम् इति रूपं भवति. तदनन्तरम् इतोपि वैशिष्ट्यम् अस्ति, तृतीया सप्तम्योर् तृतीया सप्तम्योर् बहुलम् इति सूत्रेण तृतीयविभक्ति अपि सप्तमी विभक्ति विकल्पेन उपजरसे इति आयाति सप्तमी, उपजरसेन इति आयाति तृतीया, विकल्पेन ते द्वे विभक्त्योः रूपद्वयं भवितुमर्हति. अस्तु भगिनि, समीचीनं भगिनि, धन्यवादः. अत्र महोदय, एक प्रश्नः, क्षम्यतां. वयम् अदन्त पर्यन्तं पूर्णतः गच्छतः, परन्तु अदन्त उपरान्त उपजरस केवलं प्रातिपदिकम् अस्ति, परन्तु प्रत्यय विना प्रातिपदिकस्य महत्त्वं नास्ति, तर्हि एव सौदिकमोच सूत्र आगच्छति, उपजरसयोगासु भवति, तर्हि एव अव्ययात् सत्यं तत्सर्वं सत्यमेव, तद् सर्वदा भवति एव. यदा प्रातिपदिकसंज्ञा भवति तदनन्तरं सुप् भवति, तत्सर्वं वयं जानीमः इति कारणेनैव अहं तत्सर्वं किञ्चित् सोपानानि त्यक्तवान्, तत् सत्यमेव तु सर्वदा वयं जानीमः खलु, पुनः पुनः तदेव वदामः इति कृत्वा अहं यत् वैशिष्ट्यं यत्र वैशिष्ट्यम् अस्ति तदेव अहं वदन् अस्मि महोदय. धन्यवादः. यदा तत्र प्रातिपदिकः सप्ना नास्ति तदा कृत् तद्धि समासाश्चेति सूत्रेण तत्र प्रातिपदिका संज्ञा अस्ति. तदनन्तरं ज्ञाप्रातिपदिका इति सूत्रेण सुप्योजनं भवति. तत् सर्वत्र सुभन्तविषये सर्वत्र तस्य प्रसक्तिः अस्ति इति कृत्वा एव अहं सोपानानि तानि सोपानानि कानिचन सोपानानि त्यक्तवान्. अस्तु, आहत्य तत्र उपजरसम् इति रूपं प्रथमविभक्तौ अपि च द्वितीयविभक्तौ भवति. द्वितीयविभक्तौ उपजरसेन उपजरसम् इति रूपद्वयम् अस्ति. तदनन्तरं पञ्चमविभक्तौ उपजरसात् इति भवति. तदनन्तरं सप्तमीविभक्ते उपजरसे इति भवति. उपजरसम् इति अपि रूपं विकल्पेन भवति. अस्तु, एतावता प्रश्नः अस्ति वा? एतावता यत् वयं पठितवन्तः चर्चां कृतवन्तः तत्र प्रश्नः अस्ति वा? अस्तु, अहं तदा वयं किं कुर्मः, अस्माकं करपत्रे प्रतिपर सम अणुज्योक्ष्णः इति गणसूत्रम् अस्ति. ततः आरभ्य पठामः अद्य. अत्र अरविन्द् महोदय अस्ति वा? अरविन्द् महोदय कृपया तत् पठति वा? प्रतिपर सम अनुज्योक्ष्णः इति सूत्रमस्ति. प्रतिपरसमुक्तोक्षणसूत्रेणसे प्रतिपरसम अनु इत्येभ्यः शब्देभ्यः परः यदि अक्षिशब्दः अस्ति तर्हि तस्मात् शब्दात् तत् शब्द इति समासान्तप्रत्ययः विधीयते. पदिंश्च इति सूत्रगणसूत्रे अव्ययीभावसमासे पदिंशब्दस्य विषये अपि प्रतिपरसम अनु एतेषां योगे तच् इति समासान्तप्रत्ययः भवति. तत्र वदति अक्षि इति शब्दस्य अव्ययीभावसमासान्तप्रत्यये समये परसम अनु एते अव्ययभवेषां पदानां योजनेन अक्षिशब्दे पूर्वं तत्रापि समासान्तप्रक्रियविषये तच् इति तद्धितप्रत्ययस्य योजनं करणीयं. तथैव पतिन् इति शब्दस्य पूर्वं प्रतिपरसम अनु एतेषां शब्दानां योगे अपि तच् इति समासान्तप्रत्यये वर्तते. तदेव समीचीनं महोदय. अत्र अविभावे शरत्प्रभृतिभ्यः इति प्रभृतिभ्यः इत्युक्ते तत्र एक्सेट्रा इति वदामः, शरत् एक्सेट्रा इति अर्थः. शरत्प्रभृतिभ्यः इत्युक्ते शरदादिगणे विद्यमानाः पदानाम् इति अर्थः. तत्र शरदादिगणे एव तत्र त्रीणि गणसूत्राणि सन्ति. प्रथमम् अस्ति जरायाः जरस, यत् अस्माभिः पूर्वं द्रष्टम्. इदानीं प्रतिपर सम अनुज्योक्ष्णः इति सूत्रं द्वितीयं सूत्रं, पतिनश्च इति तृतीयं सूत्रम् अस्ति. किं भवता इत्युक्तं समीचीनमेव. अत्र यदा अक्षिशब्दः अस्ति तस्मात् पूर्वं समस्तपदे प्रति अथवा पर अथवा सम अथवा अनु इति अव्ययानि सन्ति चेत् तदा तत्र टच् योजनं भवति. अत्र किम् अत्र वैशिष्ट्यं किम् इत्युक्ते अक्षिशब्दः तत्र इकारान्तः अस्ति, इकारान्तः अस्ति खलु, इदानीम् अक्षि इति इकारान्तः अस्ति, इकारान्तः अस्ति चेदपि अत्र सामान्यतया किं कुर्मः, ह्रस्वर्णपुंसके प्रातिपदिकान्तस्य इति कृत्वा तदनन्तरं तत्र सुप् लुक् भवति खलु, अविभावश्च अविभाषणं किम् ह्रस्वानन्तरम् अभियात् अभियात् अन्तिमवर्णः अभियातापः इति सूत्रेण तत्र भवति खलु लोपः भवति, अभियादाप्सुपः इति सूत्रेण सुप् लुक् भवति खलु, यदा ह्रस्वः ह्रस्वः ह्रस्वणमुञ्चितप्रादिकान्तस्य तदनन्तरं किं सुब्योजनं, तदनन्तरं किं भवति तत्र अभियातापः इति सूत्रेण लुक् भवति खलु, यदा पूर्वं अजन्तविषये वयं दृष्टवन्तः तत्र उपमानम् इति अस्ति तत् विधानपूर्वकं कृसो नपुंसकपातिपदिकम् इति सूत्रस्य प्रसक्तिः अस्ति वा, हा ह्रस्वो नपुंसकप्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः स्यात् तु अत्र विशिष्टकार्यमस्ति कारणेन तत्र न भवति इति अहं चिन्तयामि, ह्रस्वो नपुंसकप्रातिपदिक प्रातिपदिकान्तस्य इति सूत्रं प्रवर्तते चेदपि रूपं समानमेव अस्ति, तस्य प्रवृत्तिः भवति भवतु इति स्वीकुर्मश्चेदपि तत्र दोषः नास्ति, रूपपरिवर्तनं नास्ति इति कारणेन स्वीकुर्मः न स्वीकुर्मः तत्र तत्र अस्माकं विवक्षा अस्ति, वक्तुं शक्नुमः तत्र अत्र ह्रस्वोनपुंसकपादिपदिकम् यदि प्रसक्तिः अस्ति तत्र अकारान्तं न भवति, अकारान्तः एव तिष्ठति, इकारः अस्ति खलु, किन्तु किन्तु टच् विधानेन अकारान्तरूपं सिद्ध्यति, तत् यद्यपि पूर्वं तस्मात् पूर्वं दशवर्णपुंसके प्राति टच् विधानात् पूर्वं दशवर्णपुंसके प्रातिपदिकान्तस्य इति सूत्रं प्रवर्तते तत् दोषः नास्ति, रूपपरिवर्तनं न भवति, रूपं समान एव भवति खलु, कृत्वा स्वीकुर्मः न स्वीकुर्मः तत्र किमपि दोषः नास्ति, प्रत्यक्ष इदानीं प्रत्यक्षी इति अङ्गं भवति खलु, प्रत्यक्षी अङ्गं ह्रस्वर्णपुंसके प्रातिपदिकान्तस्य इति सूत्रं प्रवर्तते चेत् प्रत्यक्षी एव भवति, सो अत्र किमपि दोषः नास्ति, तदनन्तरं वयं तच्च योजनं कुर्मश्चेदपि प्रश्नः नास्ति, अत्र अस्मिन् केवलम् अक्षिशब्दस्य एव तच्च योजनम् अस्ति, यद्यपि सः शब्दः इकारान्तशब्दः अस्ति तत्र सूत्रेण गणसूत्रेण तच्च योजनं भवति, तदेव अत्र वैशिष्ट्यं, पतिनश्च इति द्वितीयसूत्रं गणसूत्रमस्ति तद् अग्रे पश्येम, अस्तु महोदय, भवानेव अविभावे शरत्प्रभसिद्धः इति सूत्रमस्ति तदपि पठतु महोदय, अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रस्य अन्तर्गते प्रतिपरसम अनुभ्योक्षणम् इति गणसूत्रं वर्तते इति उक्तं, गणसूत्रार्थः प्रतिपरसम यथा अनु एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत् तदन्तात् अव्ययीभावसमासान्त तच् इति समासान्तप्रत्ययः विधीयते, अनेन प्रत्यक्षं परोक्षं समक्षम् अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति, अत्र तच् विधानसूत्रम् अस्ति अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण समास प्रतिपरसम अनु एते पदानां पश्चात् यदि अक्षिशब्दं योज्यते चेत् उत्तरपदे अक्षी भवति, तदनन्तरं तत् विधानसूत्रम् अस्ति अव्ययीभावैसरस्प्रभृतिभ्यः इति सूत्रस्य प्रक्रिया भवति, तदनन्तरं समस्त अङ्गस्य अन्तिम ह्रस्व ईकारस्य लोपो भवति यस्य बीज इति सूत्रेण भासभागस्य लोपो भूत्वा पर अक्ष इति भवति, पर अक्षयोग टच् इत्यस्मिन् आकार एव तिष्ठति अनुबन्धलोपानन्तरं, तद् योजयित्वा पर अक्ष पर अक्ष इति रूपं भवति, पराक्ष इति रूपं भवति प्रत्यक्षं पराक्ष. तत्र अत्र किम् उक्तमस्ति इत्युक्ते अत्र प्रति पर सम तद् अणु एतेभ्यः अव्ययेभ्यः यदा अक्षि इति पदमस्ति चेत् तत्र टच् भवति, केवलम् एतेभ्यः अव्ययेभ्यः एव भवति, न अन्य अव्ययानां विषये यदा अक्षि इति पदं योजयामश्चेत् अन्य अव्ययैः वयम् अक्षि इति पदं योजयामश्चेत् तदा टच् विधानं न भवति, केवलं प्रतिपर सम अणु एतेभ्यः एव अक्षिशब्दः अक्षि इति पदम् अस्ति चेत् तदा टच् विधानं भवति. अनेन सूत्रेण प्रत्यक्षं परोक्षं समक्षम् अन्वक्षम् इति पदानि सिद्ध्यन्ति इति अस्ति. अस्तु महोदय, धन्यवादः महोदय. विनय् महोदय. पृच्छतु भगिनि. क्षम्यतां महोदय, किन्तु प्रतिपर सम अनु यदि वयं एते एतानि पदानि योजयित्वा समा अव्ययीसमास समासं कुर्मः समासं कुर्मः महोदय, तदनन्तरं तु अर्थः तु भिन्नः अस्ति न महोदय? इत्युक्ते भिन्न अव्ययम् अस्ति चेत् अर्थः भिन्न अर्थः भवति. भिन्न अर्थः प्रत्यक्षं प्रत्यक्षम् इति पदस्य अर्थः भिन्नम् अस्ति, परोक्षम् इति पदस्य भिन्नम् अस्ति. प्रत्येक अव्ययस्य सम्बन्धेन पदस्य अर्थभेदः भवति. इत्युक्ते सर्वे तु समीपम् अत्र नास्ति, समीपम् इति अर्थः नास्ति, समीपम् इति अर्थे नास्ति. तदनन्तरं दीर्घसूत्रतः किम् अर्थः वयम् अत्र स्वीकृत्य प्रतिपरसमानु अत्र दीर्घसूत्रेण किं भवति इत्युक्ते समीपार्थे तदनन्तरं योगार्थे तादृश सन्दर्भे अव्ययम् इति अव्यय समीपार्थे इति स्वीकरोमि चेत् तत्र उप इति अव्ययं भवति इति वयं जानीमः. उप इति अव्ययं भवति चेत् तद् सुभन्तेन समस्यते, तदेव तद् दीर्घसूत्रं वदति. तदनन्तरं तद् प्रथमं कार्यं, द्वितीयं कार्यं वदति अव्ययं विभक्तिसमीपसमृद्धिवृद्धि इति उक्त्वा तत् किं वदति, तस्य पूर्वनिपातः भवति इत्यपि वदति. प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अव्ययं विभक्तिसमीपसमृद्धि इति सूत्रेण यत् पदं लक्षितमस्ति तत्पदं किं, तद् अव्ययमेव. तस्य पूर्वनिपातः भवति इति तस्य द्वितीयप्रयोजनं. प्रथमप्रयोजनं कुत्र कुत्र तस्य अव्ययं सुबन्तेन समस्यते इति तत् सूत्रं वदति. द्वितीयमस्ति पूर्वनिपातं, तदेव तत्र अस्ति तस्य प्रयोजनम्. इदानीं प्रतिपर सम अणु एते अव्ययानि एतानि अव्ययानि सन्ति इति कृत्वा तस्य पूर्वनिपातं करोति तेन सूत्रेण. महोदय, प्रक्रिया तु अवगतं, किन्तु अर्थविषये अहं पृच्छामि महोदय. यथा पूर्वं तु वयं समीपार्थे अपि विभक्ति अर्थे एव समस्यते इति कथं करणीयम् इति वयं कुर्मः, किन्तु अत्र तु प्रत्यक्षम् अपि परोक्षं समक्षम् अन्वक्षं कथम् अर्थः कथं जानीमः? यदा अत्र प्रत्यय कुर्मः तस्मिन् समये वयं पश्यामः कथं तस्य अर्थः भवति इति. अस्तु, अहं किञ्चित् उदाहरणं दास्यामि तस्मिन् सन्दर्भे. अक्षि इति नपुंसकलिङ्गशब्दस्य इति विनय् महोदय भवान् पठति वा महोदय? अक्षि, अक्षिणी, अक्षिणी सर्वे जानन्ति वा? एकवारं पठतु महोदय अक्षिशब्दः. विनय् महोदय. अक्षिभ्यां परं परोक्षं बियॉन्ड द रेंज ऑफ साइट. अस्तु, किञ्चित् कोष्ठः अस्ति खलु, तद् अक्षि इति नपुंसकलिङ्गशब्दस्य रूपाणि इति अस्ति खलु, तद् एकवारं रूपाणि पठतु महोदय. ओ क्षम्यताम्. अक्षि इति नपुंसकलिङ्गशब्दस्य रूपाणि अक्षि, अक्षिणी, अक्षीणी, अक्षि, अक्षिणी, अक्षीणी, अक्षणाम्, अक्षिभ्याम्, अक्षिभिः, अक्षणै, अक्षिभ्याम्, अक्षिभ्यः, अक्षणः, अक्षिभ्याम्, अक्षिभ्यः, अक्षणः, अक्षणौ, अक्षणा, अक्षणी, अक्षणे, अक्षणौ, अक्षणीषु, अक्षिषु, अक्षिषु, हे अक्षे, अक्षि, अक्षिणी, अक्षीणी. परन्तु अहम् एक दोषः अस्ति भवान्, बहुवचन शुड् बि अक्षीणी. अन्ते सम्बोधने अक्षीणी सम्बोधने सम्बोधने अतः अग्रे अग्रे अग्रे गच्छामः. अक्षिभ्यां परं परोक्षं बियॉन्ड द रेंज ऑफ साइट परसेप्शन. ध्येयं यत् यद्यपि पर इति अव्ययं नास्ति, परोक्षम् इति अव्ययीभावं समासं कर्तुं समासविधायकं सूत्रम् अपि नास्ति, तथापि समासान्तविधानसामर्थ्य अव्ययीभावः सिद्धये. समासान्तविधानसामर्थ्य अव्ययीभावः सिद्ध्यति. परोक्षे तस्मात् तत् इति समासान्तप्रत्ययः विधीयते. प्रतिपर सम् अनुभ्यः क्षमः इति गणसूत्रेण अतः अत्र अवयभावसमासः सम्भवति. वयं जानीमः समस्तपदं परोक्षम् इत्यस्ति, यतोहि पाणिनिना स्वयं स्वसूत्रे परोक्षे लिट् इत्यस्य परोक्षमिति पदं प्रयुक्तम्. परोक्षम् इति रूपसाधनार्थं पर इति पदस्य पूर्वनिपातः क्रियते, अपि च तस्य अन्तिमस्य अकारस्य स्थाने ओकारः निपात्यते. प्रति पर सम अनु क्षणः इति गणसूत्रे. यदि अहं सूचयामि तर्हि प्रश्नः गंभीरप्रश्न अस्ति पर अव्यय नास्ति परन्तु हा पर अस्ति न अव्यय नास्ति परन्तु गण पाठे यतः पाणिनिः पर प्रति पर सम अनुभ्योक्षण दत्तवान् तर्हि कोऽपि समर्थमस्ति. यदि समर्थमस्ति यतः गणपाठे भवति अपि च परोक्षभूतकाल अस्ति तर्हि तत्र द्वयं कारणेन प्रायः पर अव्ययं मत्वा वयं अवैभावसमासं कर्तुं शक्नुमः. भवान् एक अन्य ऑब्जर्वेशन् परोक्षं अदन्तं समान कृदन्तं समान परोक्षः परोक्षा परोक्षं लिङ्ग् आगच्छति. यतः यदि गम् धातु अस्ति तर्हि गतः गतं गता रामसमान लतासमान वा ज्ञानसमान अत्रापि परोक्षं अहं पश्यामि. अस्तु भवतु महोदय. तत्र अत्र अहं चिन्तयामि अव्ययीभावसमास अन्तर्भूता इति चिन्तनीयं. शरत्प्रवृद्धिभ्य इति गणसूत्रे अन्तर्गता इति कृत्वा तस्य टच् विधीयते इति कारणेन एव अत्र दत्तमस्ति इति अहं चिन्तयामि. किन्तु अव्ययीभावम् अस्ति चेत् तत् नपुंसकलिङ्गे एव भवितुमर्हति. किन्तु टच् विधानेन शरत्प्रवृद्धिभ्य गणान्तर्भूतः कृत्वा विद्याभगिनीना यत्र तस्य प्रक्रिया दत्तमस्ति. किन्तु तत् नपुंसकलिङ्गं न भवति सर्वविभक्तिषु इति अहं चिन्तयामि. परोक्षम् इति पदं नपुंसकलिङ्गे अव्ययम् अस्ति महोदय. तद् अव्ययभावे समासे इति कृत्वा नपुंसकलिङ्गपदम् एव भवति. तु भवान् यत् किं वदति परोक्षः परोक्षा इति यत् पदं वयं पश्यामः तद् भिन्नपदम् अस्ति महोदय. तस्य प्रक्रिया तु भिन्ना अस्ति. तस्य तद्धितविषये आयाति इति अहं चिन्तयामि. तु परोक्षम् इति यत् पदम् अस्ति तद् अव्ययम् अपि च नपुंसकलिङ्गपदम् एव अस्ति. इदानीम् अक्षिभ्यां परम् इति अर्थे परोक्षम् इति पदम् अस्ति. अक्षिभ्यां परम् इति इत्युक्ते अस्माभिः न द्रष्टुं शक्यते. इदानीम् अस्माकं रेञ्ज् मध्ये नास्ति इति अर्थः. कश्चन पदार्थः अस्माकं पुरतः नास्ति इति वयं स्वीकुर्मः. यदा हिमालयः इति वदामः तत् परोक्षं परोक्षः अस्ति. हिमालयः परोक्षः अस्ति. तद् परोक्षं पदं तु परोक्षमस्ति सूचनार्थं. तु हिमालय इति यत् पदार्थः अस्ति सः परोक्षः अस्ति. तद् तत्र विशेषेण आयाति. तु परोक्षम् इति पदम् अस्ति. तत्पदं नपुंसकलिङ्गम् अस्ति अपि च अव्ययमस्ति. अत्र अक्षिभ्यां परम् इति अर्थे परोक्षम् इति अस्ति. अत्र सामान्यतया किं कुर्मः, अत्र अक्षिभ्याम् अक्षिभ्याम् इत्युक्ते द्वितीय अक्षिभ्याम् इति द्वितीयविभ्यता पञ्चविभक्ति द्विवचनम् अस्ति. अक्षिभ्यां परम् इति पञ्चविभक्ति द्विवचनम् अस्ति. तत्र भ्याम् इति प्रत्ययः भवति खलु, अक्षियोग भ्याम्, तदनन्तरं परसु इति भवति. अत्र परः इति शब्दः अव्ययं नास्ति इति उक्तमस्ति. किमर्थम् अव्ययम् अस्ति वा नास्ति वा कथं वयं जानीमः? अव्ययं परम् इति पदं यत् अस्ति, पर इति अस्ति खलु, तद् अव्ययं वा न वा इति कथं जानीमः? कोऽपि वदति वा महोदय? कल्पद्रुमे दृष्टं परोक्षम् इति त्रीणि लिङ्गानि भवति. अक्षणः परं अप्रत्यक्षम् असाक्षात् इति तदेव अर्थानि तदेव अर्थः. किन्तु पुल्लिङ्गं स्त्रीलिङ्गम् एव नपुंसकलिङ्गम् अपि दत्तमस्ति. सत्यं महोदय, तत् विशेषेण आयाति तत्पदं परोक्षः. उक्तवान् परोक्षः हिमालयः इत्युक्ते किं, हिमालयः अस्माकं पुरतः नास्ति इदानीम् इति अर्थः. अतः विशेषेण अत्र इदानीं परोक्षम् इति अव्ययपदम् अव्ययपदमस्ति कृत्वा अस्ति सप्तलिङ्गे सप्त विभक्तिषु सत्यं तदेव. धन्यवादः. अत्र कोऽपि वदति वा कथं वयं जानीमः पर इति पदं, पर इति पदम् अव्ययं वा न वा इति कथं जानीमः? पुष्पा भगिनी भवती वदति वा? परा तु अव्यये एव अस्ति न परा भगिनि? अस्तु, अस्ति इत्युक्ते कथं वदति अस्ति इति, अव्ययम् अस्ति इति वदति तु कथं वदति? चिन्ता नास्ति भगिनि, जानाति चेत् अथवा सहायं करोमि. सम्यक् न. अस्तु भगिनि, चिन्ता मास्तु. अहं किञ्चित् वदामि. अत्र पूर्वम् अस्माभिः पठितं खलु, स्मरति वा, तत्र प्राग्रीश्वरादिपाताः चादयो सत्ते प्रादयः इति वयं वयम् अधीतवन्तः. अनेन प्रादिगणे ये प्रादयः इति शब्देन प्रादिगणे चादिगणे इति गणानां सन्ति. तत्र प्रादिगणे विद्यमानानां पदानाम् अव्ययसंज्ञा भवति. प्रादिगणे इत्युक्ते प्रादिगणे के सन्ति, कानि पदानि सन्ति इत्युक्ते, यदा वयं अस्मिन् करपत्रे एव उपरि गच्छेम, तत्र प्रतिपरा उपसम अनु अवधिसुधिर् दीयाङ्ग एतानि पदानि भवन्ति. तत्र प्रादिगणे वयं पश्यामश्चेत् प्रादयः इति सूत्रमस्ति, तत्र उल्लेखितः अस्ति प्रपर अप सम अणु अव निसि निर् दुसु दुर् वि आङ्ग नि अधि अपि अति सु उत् अभि प्रति परि उप इति एते शब्दाः, एतानि पदानि अव्ययानि भवन्ति. प्रादयः प्रादिगणे ये शब्दाः सन्ति ते अव्ययानि भवन्ति इति अस्माभिः द्रष्टं पूर्वं. चादयो सत्ये प्रादयः प्रागीश्वरनिपातः, तदनन्तरं स्वरादिनिपातव्ययं, स्वरादिनिपातव्ययं निपातसंज्ञा अस्ति, येषां निपातसंज्ञा अस्ति तेषाम् अव्ययसंज्ञा भवति इति दृष्टम्। अत्र पर इति शब्दम् उल्लेखितः नास्ति, पर इति शब्दः उल्लेखितः नास्ति इति कृत्वा पर इति शब्दः अव्ययं नास्ति इति वयं ज्ञातुं शक्नुमः। अवगतं वा? पर इति सुबन्धम् अस्ति, परम् इति अस्ति खलु, परं तद् सुबन्धम् अस्ति, अव्ययं नास्ति। अतः अक्षि योगभ्यां योग पर योगसु इति अस्ति, तत्र शुभ विभक्तिप्रत्ययालोपानन्तरं तदनन्तरम् अव्ययं, तत्र परम् इति शब्दः अव्ययं नास्ति चेदपि परोक्षम् इति पदं पाणिनिना उपयुक्तमस्ति। परोक्षे लिट् सूत्रे परोक्षम् इति पदम् उपयुक्तमस्ति। भगिनी किञ्चित् म्यूट् मध्ये भवति वा कृपया। पाणिनिना परोक्षे लिट् इति उक्तमस्ति, कथं वा तु केनापि सूत्रेण तस्य रूपसिद्धिः भवति न भवति, पाणिनिसूत्रपाठे केनापि सूत्रेण तस्य रूपसिद्धिः न भवति, तु पाणिनिना परोक्षे लिट् इति पदं प्रयुक्तमस्ति, परोक्षे लिट् इति प्रयुक्तमस्ति इति कृत्वा ते वैयाकरणाः किं वदन्ति, तत्र पर इति शब्दः अस्ति खलु, तस्य अव्ययम् इति संज्ञा भवेत् इति वदन्ति, तदेव तस्य अर्थः एव निपातनम् इति अर्थः। निपातनम् इत्युक्ते एक्सेप्शन्, देर् इस् ए इर्रेग्युलारिटि, इर्रेग्युलारिटि बिकास् त्रू पाणिनिसु सूत्रैः तस्य रूपनिर्माणं न भवति, भवितुम् अर्हति, तस्य रूपनिर्माणार्थं पाणिनिसूत्रमेव नास्ति इति कृत्वा वैयाकरणाः किं वदन्ति, तत्र अविभवे तत्र प्रतिपर सम अणुभ्योक्ष्णः इति सूत्रम् इति गणसूत्रमस्ति, तत् तु तत् वार्तिकमस्ति, साक्षात् वार्तिकमस्ति, न तु पाणिनिना लिखितसूत्रं, वार्तिकमस्ति तत् साक्षात् इति कृत्वा वैयाकरणः किं चिन्तितवन्तः, तदा परोक्षम् इति पदं पाणिनिना उपयुक्तम् अस्ति, तु परः इति पदम् अव्ययं नास्ति, तदा तस्य अव्ययम् इति संज्ञा वयं निपातरूपेण स्वीकुर्मः इति ते चिन्तितवन्तः। निपातनम् इत्युक्ते अर्थः तत्र निघण्टुमध्ये अस्ति, यल्लक्षणेन अनुत्पन्नं तत्सर्वं निपातनात् सिद्धम् इत्युक्ते यल्लक्षणेन इत्युक्ते यत् सूत्रेण न उत्पन्नं, सूत्रेण तस्य रूपसिद्धिः न भवति चेत् तद् निपातेन स्वीकर्तव्यम् इत्युक्ते तद्रूपं स्वीकरोतु, जस्ट् यु जस्ट् हेव् टु अक्सेप्ट् इट्, तादृशः अर्थः अस्ति निपातनम् इत्युक्ते देर् इस् नो, यु केनाट् क्वश्चिन् इट्, यु जस्ट् अक्सेप्ट् इट् इति अर्थः। तदा किं कृतवन्तः, लोके अपि अस्ति परोक्षम् इति पदं, पाणिनिना अपि उपयुक्तम् अस्ति परोक्षम् इति पदम् इति कृत्वा पर इति पदस्य अव्ययं भवतु इति ते उक्तवन्तः अथवा निश्चितवन्तः इति निपातनं, तद् कृत्वा तदित्युक्ते निपातनं, पर इति शब्दस्य निपातनं भवति, तदा अव्ययविभक्तिसमीपसमृद्धि इति सूत्रेण प्रथमादिदृष्टसमास उपसर्जनम् इति सूत्रेण च तस्य पूर्वनिपातं भवति, अतः परयोग अक्षि इति भवति, परयोग अक्षि इति भवति। इदानीं तु इदानीं पश्यतु, रूपं तु परोक्षम्, इदानीं तस्य रूपं कथमस्ति, परक्षि, परक्षि इति अस्ति। इदानीं अत्रापि निपातरूपेण अन्यकार्यमपि स्वीकर्तव्यमस्ति, तत् किम् इत्युक्ते अकारस्य पर इति शब्दस्य ओकारादेशः भवतु ओकारादेशः भवतु इति निश्चितवन्तः. तद् अग्रे पश्येम, तदपि पठेम. ओकारादेशः भवति तदा किं भवति? परोक्षि इति भवति. तदनन्तरं टच् विधानानन्तरं परोक्षम् इति रूपं सिध्यति. अस्तु, पुष्पा भगिनी भवती एव पठति वा अलौकिकविग्रहवाक्यम्? अस्तु महोदय, अलौकिकविग्रहवाक्यम् अक्षियोगाभ्यां योगः पर योगः सु. परशब्दस्य पूर्वनिपादनं क्रियते प्रतिपरसमनुभ्योक्ष्णः, प्रतिपरसमनुभ्योक्ष्णः इति गणसूत्रेण. यतोहि पर इति शब्दः अव्ययं नास्ति. हा, तथैव. अतः पर योगः, मया दोषेन उक्तं, प्रतिपर अनुभ्योक्ष्णः इति सूत्रेण वा पूर्वनिपातं भवति. मया अव्ययं विभक्ति इति उक्तवान्. क्षम्यताम्, इदानीं वदतु. अतः परयोगः अक्षि इति भवति. परोक्षे लिट् इति सूत्रे परोक्षे इति उक्तत्वात् पर इति शब्दस्य अन्ते यः अकारः अस्ति तस्य स्थाने ओकारः निपात्यते. अपि च ओ योगः आ इत्यस्य पूर्वरूपः अपि निपात्यते. तत्तु ओ आगच्छति, आ न. निपातनं नाम साक्षात् रूपमुच्यते प्रक्रियां विना. एकवारं वदामि, निपातनं नाम साक्षात् रूपमुच्यते रूपमुच्यते प्रक्रियां विना. यथा अत्र पर इत्यस्य अन्ते यः अकारः अस्ति तस्य स्थाने ओकारः निपात्यते. अपि च पूर्वरूपादेशः पर योगः ओ योगः अक्षि पूर्वरूपादेशः अपि निपात्यते. अतः परोक्षि इति रूपं सिद्ध्यते. अस्तु, अत्र अलौकिकविग्रहवाक्यं परोक्षम् इति स्थित्याम् अक्षियोगाभ्यां योगः पर योगः सु इति अलौकिकवाक्यमस्ति. तत्र परशब्दं तु प्रतिपरसमनुभ्योष्णः इति गणसूत्रेण पूर्वनिपातनं क्रियते. परशब्दस्य पूर्व यतोहि परन्तु अव्ययम् नास्ति, तत् परन्तु अव्ययं नास्ति. अतः परायोगः अक्षि इति भवति. परन्तु अत्र परोक्षे लिट् इति सूत्रे परोक्षे इति उक्तत्वात् पर इति शब्दस्य अन्ते यः अकारः अस्ति तस्य एतत्तु परोक्षे सामान्य शब्दः तथैव वयं वक्तुं शक् वक्तुम् इच्छामः न परोक्षे इति. परोक्षे इति तथैव ए परोक्षे लिट् इति आगत्य अकारस्य स्थाने ओकारः निपात्यते इति वदति. तत्तु ओ योगः आ तु पूर्वनि रूपादेशः भवति. पर ओ परयोगः ओ योगः अक्षि परोक्षि इति आगच्छति. इदानीं परोक्षि इति अस्ति अत्र रूपं सिद्ध्यति. इदानीं तत् सम्पूर्णरूपं नास्ति. परोक्षि इति समस्तपदम् अस्ति, प्रातिपदिकयोजनं तत्सर्वं करणीयं, क्षम्यतां सुप् योजनं तत्सर्वं, प्रातिपदिकसंज्ञा अस्ति, सुप्योजनं करणीयं, तत्सर्वं करणीयम्। अग्रे पठतु भगिनि। अधुना प्रतिपदसं संनुभ्योक्ष्णः इति गणसूत्रेण टच् इति प्रत्ययः विधीयते। तदैव तदेन एव एतत् टच् तु आगच्छति। टच् इति प्रत्ययः विधीयते, अतः परोक्षि योगः टच्, परोक्षि योगः आ इति इत्संज्ञकवर्णानां लोपानन्तरम् आगच्छति परोक्षि योगः आ। एस् ए पि च इति भसंज्ञकस्य अङ्गस्य अवर्णस्य इ वर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति। परोक्षि इत्यस्य इकारस्य लोपानन्तरं परोक्षयोगः आ, परोक्ष इति प्रातिपदिकं निष्पन्नं भवति। नाव्ययीभाव भावात् अतो त्वं पञ्चम्याः इति सूत्रेण अहं वदामि, तत् सूत्रं वदामि, अनुवदतु। न अभिभावात् अतों त्व पञ्चम्याः, न अव्ययीभावात् पञ्चम्याः इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप्रत्ययस्य लुक् न भवति, अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते, परन्तु पञ्चमी विभक्तिं विहाय। तत्तु परोक्षात् इति आगच्छति विहाय, पञ्चमी विभक्तौ अम् आदेशः न भवति, तत्र यथा सामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति परोक्षात्। अपरासु विभक्तिषु सुप्सु लुक् न भवति, अपि तु सुपः स्थाने अम् आदेशः भवति। तत्र अत्र तदैव प्रतिपरसमनुभ्योक्ष्णः तत्सूत्रे एव तद्गणसूत्रे एव टच् इति प्रत्ययः विधीयते, तत्कारणात् एकनिमिषं भगिनि, तत्र एकनिमिषं, तत्र किञ्चित् परिष्कारं करणीयं। प्रतिपरसम अनुभ्योक्ष्णः सूत्रं किं वदति, अक्षिपद पदमस्ति खलु, तस्मात् पूर्वं यदि प्रतिपर सम अनु इति एते पदानि अव्ययानि सन्ति चेत् तदा शरत्प्रभृत्य अविभावे शरत्प्रभृत्यभ्यः इति सूत्रेण तच् विधानं भवति। तत्र तच् विधानं केन सूत्रेण इत्युक्ते तत्र अविभावे शरत्प्रभृत्यभ्यः इति सूत्रेण भवति। तु प्रतिपरसम अनुभ्योक्ष्णः इति सूत्रं कुत्र अस्ति, गणसूत्रमस्ति, गणसूत्रमस्ति, अस्तु अस्तु, तथैव तद् कार्यं करोति शरत्प्रभृतिभ्यः, तद् कारणेन टच् इति आगच्छति। अत्र इत्संज्ञक वर्णानां लोपानन्तरं परोक्ष इति परोक्षि योगः आ, अत्र परोक्ष इति आगच्छति, परोक्ष प्रातिपदिकम् आगच्छति, करेक्ट् अस्तु न महोदय, निष्पन्नं भवति परोक्ष इति प्रातिपदिकं। तत्र एस् ए टि च इति सूत्रं किं वदति भगिनि, भसंज्ञक अङ्गस्य तत्तु अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे ईकारे परे कथमागच्छति अत्र पश्यतु भगिनि अत्र पश्यतु अहं किञ्चित् वदामि परोक्षी योगः टच् इति अस्ति अनुबन्धलोकान्तरं किम् अस्ति परोक्षी योगः अ इति अस्ति यस्येति च इति सूत्रम् अस्ति यस्येति च किं वदति यदा बत्सप्निकस्य बत्सप्निकस्य इत्युक्ते बत्सप्निकस्य अङ्गस्य अङ्गस्य अन्ते अकारः अस्ति अथवा इकारः अस्ति चेत् इदानीं तद्धितप्रत्ययपरे इदानीम् ईकारे परे तद् न स्वीकुर्मः तद्धितप्रत्ययपरे ईकारस्य लोपः भवति तच् इति तद्धितप्रत्ययः अस्ति वा इति कृत्वा बस् स्वप्ने कस्य अस्ति कस्य बस् स्वप्ने अस्ति भगिनि परोक्षी सत्यं बस्सज्ञा अस्ति तस्य बस्सज्ञा अस्ति इति कृत्वा तत्र इकारस्य तद्धितप्रत्ययपरे लोपः भवति तद् कदा तदा किं भवति परोक्षयोग इति भवति योजनेन परोक्ष इति भवति परोक्ष मेलनेन अत्र नावीभावात् अतों पञ्चम्याः इत्यनेन इति सूत्रेण अदन्ताव्ययीभावात् तत्तु अदन्त परोक्ष तु अदन्त अव्ययीभावात् अङ्गात् अस्ति अङ्गात् परे सुप्रत्ययस्य लुक् न भवति पञ्चमी विभक्ति लोपः न भवति सर्वे अपरासु विभक्तिषु सुप्र अम् आदेशः भवति सुप्स्थाने अम्मादेशः भवति तदा परोक्षम् इति रूपं निष्पन्नं भवति सप्तमी तृतीया विकल्पेन रूपं भवति तत् केन सूत्रेण तृतीयसप्तम्योर्बहुलं बहुलम् इति सूत्रेण विकल्परूपं विकल्पेन परोक्षेण परोक्षे इति रूपमपि भवति समीचीनं भगिनि अत्र वयं किं कुर्मः पाणिनीयसूत्रपाठः अस्ति खलु तत् पुस्तकं स्वीकुर्मः अष्टादश अधिक एकशततमं पुटं स्वीकुर्वन्तु षष्ठोऽध्याये चतुर्थपादे षष्ठोऽध्याये चतुर्थपादः अस्ति अत्र षष्ठोऽध्यायचतुर्थपादप्रथमसूत्रमस्ति तद् चतुर्दश अधिक एकशततमपुटं 114 इति पुटसङ्ख्या अस्ति तत्र प्रथमसूत्रमस्ति अङ्गस्य इति अस्ति अङ्गस्य इति अधिकारः यानि कार्याणि सूत्राणि उक्तानि तानि सर्वाणि अङ्गस्य इति एव भवति अङ्गस्य इदानीं पश्यतु सप्तादश अधिक एकशतं तत्र पेज् नम्बर् 117 तत्र द्वितीयस्तम्भे भाधिकारः इति अस्ति भाधिकारः तस्य भस्य इति सूत्रमस्ति भस्य अङ्गस्य इति आगच्छति इदानीं नवविंशति अधिक एकशततमं सूत्रमस्ति भस्य भस्य इति सूत्रं भस्य अङ्गस्य अङ्गस्य भस्य इदानीं वन् वन् एय्ट् मध्ये अष्टादश अधिक एकशतं पुटे तत्र मध्ये अत्र भस्यङ्गस्य टेः लोपः इति शीर्षकमस्ति भस्य अङ्गस्य टेः लोपः इति शीर्षकमस्ति टेः तेः तदनन्तरं नस्तद्धिते नस्तद्धिते इति सूत्रं वयं पठितवन्तः खलु तत्र नस्तद्धिते नकारस्य नान्तस्य नान्तस्य तद्धितप्रत्ययपरे तेः किं भवति कार्यं कथं जानीमः लोपः भवति इति तेः लोपः भवति खलु तत्र पूर्वस्मात् सूत्रात् आयाति एकनिमिषं ज्ञानी विभाषा अचः अदेरित अतो धातोः त्रिविंशत्यनिमिषं लोपोयै प्रायः लोपोयै इति सूत्रमस्ति पूर्वस्मिन् पुटे लोपोयै इति सूत्रमस्ति अल्लोपानः इति सूत्रमस्ति भस्य अङ्गस्य लोपः इति शीर्षकं पूर्वस्मिन् पुटे अस्ति भाधिकारः भस्य तदनन्तरम् अधोभागे भस्य अङ्गस्य लोपः इति अस्ति अल्लोपोवणः इति सूत्रेण लोपः अनुवृत्तिरूपेण तत्र आयाति प्रवहति साक्षात् तत्र तेः न तद्धिते तद्धिते परे तद्धितप्रत्ययपरे नान्तस्य तेः लोपः इति अर्थः न तद्धिते इति सूत्रस्य इतोपि किञ्चित् गच्छामश्चेत् अग्रे गच्छामश्चेत् तत्र अष्टचत्वारिंशदधिक एकशततमं सूत्रम् अस्ति ईवर्ण अवर्णान्तस्य भस्य लोपः यस्येति च यस्येति च इति सूत्रं किं वदति ईवर्णस्य अवर्णस्य ईति ईत् ईति ईति परे च इति सूत्रं किं वदति च इति चेत् तद्धितप्रत्यये परे तद्धितप्रत्ययपरे इति अनुवृत्तिरूपेण आयाति नस्तद्धिते तद्धितप्रत्यये परे भस्य अङ्गस्य अकारस्य इकारस्य लोपः लोपः कथं भवति अल्लोपवनः इति सूत्रेण लोपः अनुवृत्तिरूपेण आयाति भस्य अङ्गस्य लोपः इति शीर्षकम् अस्ति तेः लोपः अथवा पूर्वस्मात् सूत्रादपि लोपः भवति अल्लोपानः इति सूत्रेणैव लोपः अनुवृत्तिरूपेण आयाति इति यदा वयं सूत्रं सूत्रपाठेन पश्यामश्चेत् किञ्चित् अवगमनं सम्यक् भवति इति मम चिन्तनम् अस्ति अत्र तदेव अस्ति परोक्षम् अमिपूर्वः इति सूत्रेण परोक्षं परोक्षेण परोक्षं परोक्षे एतत् सर्वमपि भगिन्या उक्तम् इदानीम् अत्र अरविन्दमहोदय अरविन्दमहोदय अस्ति वा भवानेव यद्यपि इति परिच्छेदः अस्ति खलु तद् पठतु महोदय यद्यपि परोक्षमिति अव्ययीभावसमासः नपुंसकलिङ्गे अस्ति तदापि परोक्षम् अस्य अस्ति इत्यर्थः इत्यर्थः परोक्ष इति शब्दात् मत्वतीय अचः अच् प्रत्ययः विधीयते आशादिभ्यो अच् इति सूत्रेण तत् पश्चात् तद्धितान्तस्य परोक्ष इति शब्दस्य रूपाणि त्रिषु लिङ्गेषु सिद्ध्यते अतः परोक्षाप्यन्ते अवगतं वा अवगतं वा महोदय अत्र किमपि नास्ति अस्माकं प्रक्रिया सम्बन्धविषये नास्ति तत्र किं वदति परोक्षः परोक्षा परोक्षम् इति मधुप्रत्ययान्तशब्दाः सन्ति तत्र भिन्नसूत्रेण तस्य रूपसिद्धिः भवति इति वदति अस्माकम् अविभावप्रसङ्गे नास्ति सो तद्धितप्रसङ्गे एव भवति तु परोक्षम् इति अव्ययभावसमास आधारेण रूपसिद्धिः अपि भवति अपरोक्षमिति पदस्य तु तत्पदं नपुंसकलिङ्गे अपि च अव्ययमपि अस्ति अवगतं वा महोदय किन्तु द्विधानन्तरं तयोः त्रीणि लिङ्गानि परिवर्तनं भवन्ति मत्वर्थे सत्यं मत्वर्थे भवति अस्तु अरुणा भगिनी आं महोदय एवमेव इति अस्ति खलु भगिनि अक्षिणी प्रति करपत्रं गच्छ अपगच्छति अन्यत् अस्तु भगिनि कृपया उद्घाटयतु गीता भगिनि गीता भगिनि भवती पठति वा आं महोदय अक्षिणी प्रति प्रति इति शब्दस्य योगे द्वितीया विभक्तिः एव भवति अतः अक्षिणी इति द्वितीयन्तं पदम् अलौकिकविग्रहे दृश्यते अक्षी इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति अतर् लक्षणे नातिप्रति आभिमुख्ये इति सूत्रेण समासः विद्यते विधीयते सूत्रस्य विवरणं प्रक्रिया च अग्रे वक्ष्यते अलौकिकविग्रहः अक्षी योगः औ योगः प्रति प्रक्रिया यथा पूर्वं प्रत्यक्षी योगः टच् अधुना तु द्वितीय अव्ययं स्वीकृत्य प्रति इति अव्ययं स्वीकृत्य अक्षिणी प्रति इति तु अलौकिकविग्रहवाक्यं समस्तपदं तु प्रत्यक्षम् इति भवति प्रति इति शब्दस्य योगे द्वितीयविभक्तिः एव भवति इत्युक्ते कर्मपदमेव महोदय अस्तु भगिनि सत्यं कर्मपदमेव भवति प्रति इति शब्द यदा वदामः खलु अहं ग्रामं प्रति गच्छामि अहं ग्रामं प्रति गच्छामि ग्रामं यदि प्रति इति शब्दम् उपयोगं कुर्मः तदा तद् पदं द्वितीयविभक्तान्तं पदेन अन्वयति यदा प्रति इति पदं वाक्ये अस्ति तद् द्वितीयविभक्तान्तं पदेन अन्वयति इट् गोस् अलाङ्ग् वित् वर्ड् दट् इस् इन् द्वितीयविभक्ति अक्षिणी इति कीदृशं पदम् अस्ति भगिनि अक्षिणी तु प्रथमा विभक्ति एवं भगिनि एकनिमिषम् उपरि कोष्टकः अस्ति खलु कोष्टके किं लिखितम् अस्ति अक्षी अक्षिणी अक्षीणि तदनन्तरम् अक्षी अक्षिणी अक्षीणि समानरूपम् अस्ति खलु प्रथमाविभक्तौ अपि च द्वितीयाविभक्तौ अत्र प्रति इति पदम् अस्ति इति कृत्वा अक्षिणी इति पदं सर्वदा द्वितीयाविभक्तौ एव भवति इति अर्थः इत्युक्ते महोदय समस्तपदे एव द्वितीयविभक्ति एव रूपं भवति अन्यविभक्ति न न न तादृशं नास्ति भगिनि अत्र तस्य विग्रहवाक्यं किम् इत्युक्ते अक्षिणी प्रति प्रत्यक्षम् इत्युक्ते अक्षिणी प्रति केवल अर्थविषये द्वितीय एव समस्तपदम् आयाति प्रत्यक्षम् इति अर्थः अस्ति किन्तु सर्वाणि विभक्तिरूपाणि तु भवितुम् अर्हति न महोदय सत्यं प्रत्यक्षं प्रत्यक्षं प्रत्यक्षं प्रत्यक्षेन तद् सर्वं भवति अवगतं महोदय तदनन्तरं अक्षिणी इति द्वितीयन्तं पदम् अलौकिकविग्रह तदनन्तरं अक्षी तु प्रातिपदिकम् अस्ति नपुंसकलिङ्ग प्रातिपदिकं पदम् अस्ति एकं सूत्रम् आयाति लक्षणेनाभि प्रति आभिमुख्ये इति सूत्रेण समासविधीयते. लक्षणी प्रति समासविधीयते. तदनन्तरं अक्षियोगः औ योगः अत्र किञ्चित् अहं वदामि अग्रे किञ्चित् पठितुम् इदानीं किञ्चित् अहं वदामि. सामान्यतया वयम् अभयविभक्तिसमीपसमृद्धि इति दीर्घसूत्रेण एव समासं कुर्मः, अव्ययीभावसमासं कुर्मः खलु. अव्ययीभावसमास अधिकारे एव लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रम् आयाति. इदानीं पश्यामश्चेत् एकनिमिषम् अत्र पुटसङ्ख्या षट्चत्वारिंशत् षट्चत्वारिंशत् तमपुटे अत्र द्वितीयस्तम्भः अस्ति. द्वितीयस्तम्भे मध्ये लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रमस्ति. यदा प्रतिशब्दः अस्ति, प्रति इति शब्दः अस्ति खलु, प्रतिशब्दः अस्ति तदा अनेन सूत्रेण समासकार्यं भवति. अवगतं वा? तदेव अत्र लिखितमस्ति. अग्रे वदतु भगिनि. इदानीम् अक्षी अलौकिकविग्रहवाक्यं वदतु. अलौकिकविग्रहवाक्यं तु अक्षी योगः औ योगः प्रति. औ तु सुप्रत्ययः. औट् औट् औट् टकार तु हलन्त्यं सूत्रेण इत् संज्ञकः अपि तस्य लोपः. औ एव तिष्ठति. अक्षियोगः औ योगः प्रति. तदनन्तरं कृतदितसमासश्च सूत्रेण तु प्रातिपदिकसंज्ञा भवति. तस्मात् पूर्वं भगिनि, तस्मात् पूर्वं किं कार्यमस्ति? पूर्वनिपातम् अस्ति खलु. हा, पूर्वनिपातम् अस्ति. हा, प्रथमनिर्दिष्टं समास उपसर्जनं, तदनन्तरम् उपसर्जनं पूर्वं तत् सूत्रेण पूर्वनिपातम् अस्ति. इत्युक्ते प्रतियोगः अक्षि इति आयाति. प्रति अक्षि. तदनन्तरं टच् विधीयते महोदय. परोक्षी प्रतिपरसमयोभ्यो क्षणः इति सूत्रेण. अत्र प्रत्यक्षी इति प्रतियोग अक्षी इत्यत्र प्रत्यक्षी इति अभवत् खलु अङ्गम्. अङ्गं प्रत्यक्षी इति केन सूत्रेण अभवत् भगिनि? हा, इको यणचि अत्र सन्धिसूत्रम् आयाति. इको यणचि इति सूत्रेण प्रत्यक्षी अभवत्. तदनन्तरं टच्योजनं. हा, टच् आयाति. इत्युक्ते प्रत्यक्षी योगः. तदनन्तरं यस्येति च तु यस्येति च सूत्रेण अन्तिम भसंज्ञक इ तत् यत् अस्ति तत् लुक् भवति. लुक् भवति. लुक् भवति. टच् इति तद्धितप्रत्ययः अस्ति तस्य परे. महोदय, लुक् अपि लोपभेदः का महोदय? भेदः अस्ति इत्युक्ते लोपः भवति चेत् अङ्गकार्यं भवति. लुक् भवति चेत् तदनन्तरम् अङ्गकार्यं किमपि न भवति. अङ्गकार्यम् इति कश्चन कार्यम् अङ्गस्य इति अधिकारः वयं दृष्टवन्तः खलु. तत्र यस्य कस्यापि प्रत्ययस्य लोपः भवति चेत् अङ्गस्य प्रसक्तिः भवति, अङ्गकार्यं भवितुम् अर्हति. यदा लुक् भवति चेत् तदनन्तरम् अङ्गकार्यं निषेधः भवति. अत्र प्रथमाध्यायः स्वीकुर्वन्तु कृपया. प्रथमाध्याये अहं पुटसङ्ख्या वदामि. तत्र अष्टत्रिंशत् सूत्रम् अष्टात्रिंशत् इति पुटसङ्ख्या अष्टात्रिंशत् अस्ति. तत् द्वितीयस्तम्भे परिभाषासूत्रे इति लोपसंज्ञा अदर्शनं लोपः तदनन्तरं प्रत्ययस्य लुक् श्लू लप लुपः इत्युक्ते लुक् श्लू लुपः इति त्रिविधः लोपः त्रिविधः लोपः अस्ति. तत्र अग्रे परिभाषासूत्रे प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययस्य लोपः भवति चेत् प्रत्ययस्य लक्षणं तिष्ठति. इदानीं वयं दृष्टवन्तः खलु यत्र सुप् लोपानन्तरं सुपोधातुप्रातिपदिकयोः इति सूत्रस्य सुप् लोपानन्तरम् अपि तस्य पदसंज्ञा भवति प्रातिपदिकस्य तिष्ठति इति वयं दृष्टवन्तः खलु. तद् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण अग्रिमं सूत्रमस्ति न लुमताङ्गस्य न लुमताङ्गस्य इति सूत्रेण किं भवति लुमताङ्गस्य इति सूत्रं किं भवति यत् प्रत्ययस्य लुक् भवति चेत् तदा प्रत्ययस्य लक्षणं न भवति तन्निमित्तीकृत्य कार्यम् अङ्गे न भवति इति अर्थः. न लुमताङ्गस्य इति सूत्रेण अङ्गकार्यं निषिद्धं भवति. अवगतं वा? आम् महोदय. अङ्गकार्यं निषेधः अस्ति. तदेव अस्ति. धन्यवादः. इदानीम् अस्तु प्रत्यक्षं इति अस्ति. तदनन्तरं सप्त अम्मादेश प्रत्यक्ष इति भवति अम्मादेशः भवति न अविभव ततोन्त पञ्चम्याः तदनन्तरं तृतीयसप्तमबलम् अमिपूर्व आयाति सुदीर्घ अमिपूर्व आयाति तृतीयसप्तमबहुलं तदपि समानेव महोदय. तृतीय अपि तत् सर्वं वयं जानीमः पुनः पुनः. अग्रिमम् एक किञ्चित् विलम्बः जातः अग्रे अपि रूपद्वयम् अस्ति तदपि किञ्चित् कुर्मः इति अहं प्रार्थये. इदानीम् अरुणा भगिनी भवती सिद्धा अस्ति वा? अस्ति महोदय. अक्ष्णः अक्ष्णोः योग्यम् इति पठतु. अक्ष्णोः योग्यं विजिबलि क्लोस् टु दि ऐस् आर् फिट् अप्रोप्रियेट् फार् दि ऐस् समक्षं नेत्रयोः योग्यः गणसूत्रेण टच् प्रत्ययः विधीयते. अत्र अक्षण्यो योग्यं योग्यस्थाने समक्षम् इति पदम् आगच्छति. गणसूत्रं प्रेण टच् प्रत्यय विधीयते सत्यम्. अग्रे विग्रहम् अवलोकिकविग्रहः अच्छि योगः ओस् योगः सं ध्येयं यत् यद्यपि समक्षमिति अव्ययीभावसमासः कर्तुं समासविधायकसूत्रं नास्ति तथापि समासान्तविधानसमर्थ्याद् अव्ययीभावः सिद्ध्यति. प्रति परस्मनुभ्यो क्षणः इति गणसूत्रेण चच् विधीयते. तथा लौकिकविग्रहवाक्यम् अच्छि योगः ओस् युवसं योग्यं स्थाने सं प्रत्यय सम् आगच्छति. अत्र अपि संज्ञा नास्ति परन्तु समासान्तविधेया विधानसामर्थ्यात् अपि भागच्छति. प्रतिपर समानुद्योचनः इति सूत्रेण तच् प्रत्यय विधीयते. परन्तु शरत्प्रभृतिभ्यः न अत्र शरत्प्रभृतिभ्यः इति सूत्रे अन्तर्गतगणः अस्ति. शरदादिगण अन्तर्भूतः अन्तर्गतः अस्ति सूत्रं गणसूत्रं. प्रतिपर तम अनुक्षिणोभ्य अनुभ्योक्ष्णः इति सूत्रम् अस्ति. अक्ष्णः इति अनुभ्यो अक्ष्णः इति अस्ति खलु तद् तत्र अन्तर्गतः इति कारणेन तेन सूत्रेण अपि इति वदामः. तत्र यदा चरित्रवृत्तिभ्यः इति वदामः तदपि दोषः नास्ति इति अहं चिन्तयामि. यद्यपि अहं भगिन्या सह किञ्चित् चर्चां कृत्वा अग्रिमवर्गे तस्मिन् विषये वदामि. मम चिन्तनम् अस्ति शरत्प्रभृतिभ्यः इति सूत्रेण टच् भवति तु इदं सूत्रं प्रतिपर सम अनुभ्योक्ष्णः इति सूत्रं तस्मिन्नेव गणे अस्ति इति कृत्वा तेन सूत्रेण भवति इति अपि वदामः इति अहं चिन्तयामि. अहं तस्य विवरणम् अग्रिमवर्गे वदिष्यामि. अत्र किं लिखितमस्ति इत्युक्ते अत्र अनेन सूत्रेण एव टच् विधानम् इति उक्तमस्ति. अत्र अहं चिन्तयामि शरत्प्रभृतिभ्यः इति सूत्रेण एव आयाति. यदि तत्र किञ्चित् भगिन्या सह चर्चां कृत्वा अहं वदिष्यामि. अस्तु, इदानीं भगिनी प्रक्रियां वदतु भगिनि किञ्चित्. अक्षियोग ओस्योग सम् इति अस्ति, तत्र समासविधानसामर्थ्यात् किं भवति? समास अवेभासमासं भवति, तत्र अन्यसूत्रं किमपि नास्ति. आं महोदय, समाच्छि इति रूपमस्ति. तदनन्तरं टच् प्रत्यययोजनेन इकारलोपः भवति. केन सूत्रे? योजनानन्तरं यस्येति च इति सूत्रेण इकारलोपः भवति. यस्य इति सूत्रेण भासञ्ज्ञक अङ्गस्य अवर्णस्य इवर्णस्य लोपो भवति तद्धितप्रत्यये परे. सो समाच् इति रूपमस्ति. तदनन्तरं न अव्ययी भाव तदो अमत्वपञ्चभ्याम् इति सूत्रेण सुप्रत्ययलुक्पञ्चम्याः पञ्चम्याः इति सूत्रेण सुप् लोपः लुक् न भवति. सुप् स्थाने अम् आदेशः आगच्छति. समाच् अमि पूर्वः इति सूत्रेण समापरयोः पूर्वरूपति समक्षम् इति रूपं रूपं भवति. पञ्च तृतीया सप्तम्यान्तं बहुरमिति सूत्रेण समाच्छेन तृतीया विभक्तेः विभक्तौ परोक्षं परोक्षे इति समक्षे इति सप्तमी विभक्तरूपं भवति. अस्तु भगिनि, धन्यवादः. किञ्चित् अग्रे धन्यवादः भगिनि. अत्र समक्षम् इति पदम् अस्ति खलु, तस्य अर्थः किम् इत्युक्ते इन् द प्रसेन्स् आफ् इति. अत्र रामायणे सर्वोपायं तु वर्तिष्ये वणिवर्तयितुं बलात् समक्षम् आर्यमिश्राणाम् आर्यमिश्राणं भवतु आर्यमिश्राणां साधूनां गुणवर्तिनाम् इति श्लोकः आयाति. तत् किं भवति, भरतः रामम् आनयितुं सः वनं गच्छति खलु, रामवने अस्ति, रामम् आनयितुं वनं गच्छति. तत्र सर्वोपायं तु वर्तिष्ये सर्वं सर्वान् उपायम् अहं करिष्यामि रामम् आनयितुं, बलात् अपि अहं रामम् आनयामि समक्षम् आर्यमिश्राणाम्, आर्यमिश्राणां समक्षम् इत्युक्ते आर्यमिश्राणां ज्येष्ठानां, यथा वसिष्ठः अन्य ऋषिवर्याणां समक्षम् इत्युक्ते इन् देयर् प्रसेन्स् साधूनां समक्षम्, आर्यमिश्राणां समक्षं, गुणवर्तीनां समक्षम्, इन् देयर् प्रसेन्स् आफ् ग्रेट् मेन् आफ् पीपल् लैक् वसिष्ठा, इन् द प्रसेन्स् आफ् वसिष्ठा विल् ट्रै टु ब्रिङ्ग् राम इति वदति. समक्षम् इत्युक्ते इन् द प्रसेन्स् इति अर्थः. अवगतं वा? अर्थबोधः किञ्चित् यदा वयं काव्यं पश्यामश्चेत् किञ्चित् अर्थबोधः जायते समक्षम् इत्युक्ते किम् इति. अस्तु, अग्रे सरलभगिनी भवती वदति वा? भगिनी भवती सिद्धा अस्ति वा? किं महोदय? सरला भगिनी, कार्यालये अस्ति इदानीं. अस्तु, अरविन्द महोदय भवानेव अग्रिमं अक्ष्णोः पश्चात् इति अस्ति खलु, तत् करोतु महोदय. अक्ष्णोः पश्चात् अन्वक्षम् अलौकिकविग्रहः, अक्षिः योगः अस् ओस् योगः अनु प्रतिसमरनुभ्यक्षणः इति गणसूत्रस्य टच् विद्यते प्रक्रिया यथा पूर्वं. तत्रापि अक्षियोगः ओस् योगः अनु प्राक्कडारसमासात् अव्ययीभावात् प्रक्रिया तदनन्तरं कृतज्ञसमासाश्च एतैव सुप् लुप् भवति सुप्रतिपदिपदियो इति करेण अञ्चियोगः अनु इति रूपं सिद्ध्यति. तदनन्तरं प्राक् अनु उपसर्जनं पूर्वम् इति पूर्वविधानानन्तरम् अनु इति पूर्वपदं पद भूत्वा अनुयोगः अक्षि इति भवति. तद् समासे नित्यसन्धि इति कारणेन समासे नित्या इति कारणेन अन्वक्ष इति सन्धि नास्ति, संहिता नित्या अन्वक्षी भवति. तदनन्तरं इकारस्य टच् विद्यते प्रतिपरसम अनुभ्योक्षणः इति सूत्रेण टच् विधानानन्तरम् अनुसम अन्वक्षम् इति तत्र रूपं सिद्ध्यते. नत्वत्वपञ्चम्या एवं तृतीयासप्तम्योर्बहुलम् इति सूत्रेण तृतीयासप्तमी विकल्पेन रूपद्वयम् अस्ति, किन्तु पञ्चमी अन्वक्षात् इति रूपमेव तिष्ठति. महोदय, तत्र प्रतिपरसम अनुभ्योक्ष्णः अनुभ्योक्ष्णः अस्ति, अनुभ्योक्ष्णः प्रतिपरसम अनुभ्योक्ष्णः. तत्र अनुभ्योक्ष्णः कीदृशसमासः महोदय? क्षम्यतां, कीदृशसन्धिकार्यमस्ति अनुभ्योक्ष्णः इति? विसर्गलोपः भवति. न, विसर्गलोपः नास्ति. प्रतिपरसम अनुभ्यः अक्ष्णः, विसर्गः अस्ति, अक्ष्णः विसर्गस्य ओकारः भवति. विसर्गस्य उत्त्वं भूत्वा भवति खलु. तदनन्तरम् उकारस्य ओकारः भवति. उत्त्वं भूत्वा ओकारः भवति. तदनन्तरं पूर्वरूपसन्धि भवति. पूर्वरूपसन्धि अस्तु. अस्तु, इदानीम् अण्वक्षम् इत्युक्ते किम् इति रामायणे अपरं श्लोकम् अस्ति, अपरः श्लोकः अस्ति अत्र, किं किञ्चित् स्वारस्यार्थमेव वदामि. तं चापि समुज्ञाप्य धर्मज्ञतया सह राघवशोकसम्मूढः जननीम् अभ्यवादयत् अण्वक्षं लक्ष्मणो भ्रातुः कौशल्याम् अभ्यवादयत्, अत मातु सुमित्रया जग्राह चरणौ पुनः इति अस्ति. तत्र द्वितीयश्लोके अण्वक्षं लक्ष्मणः भ्रातुः इति अस्ति, इत्युक्ते रामः वनं गच्छति, वनं गन्तुं सिद्धः भवति, सः जननीं कौसल्यां नमस्करोति. तदनन्तरम् इमीडियेट्लि लक्ष्मणः अपि कौशल्यां नमस्करोति. अस्मिन् प्रसङ्गे वाल्मीकिः किं वदति, अण्वक्षं लक्ष्मणः भ्रातुः कौशल्याम् अभ्यवादयते, इत्युक्ते भ्रातुः इत्युक्ते रामस्य मातुः, माता अस्ति खलु कौशल्या, ताम् अभ्यवादयति इति नमस्कृतवान्. तत्र अण्वक्षम् इत्युक्ते इमीडियट्लि इति अर्थः. अवगतं वा? अण्वक्षम् इति अर्थः, तद् समक्षम् इत्युक्ते इन्डियर् प्रसेण्ट् इति अर्थः. धन्यवादः. अस्तु, अत्र स्थगयामः. पतिनश्च इति सूत्रस्य अवगमनम् अग्रिमवर्गे भवति, भगिनी अपि पाठयिष्यति. तदनन्तरं वयं तस्य प्रक्रिया कथं भवति इति पश्येम. इदानीं शान्तिमन्त्रम् उक्त्वा समापयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. शुभरात्रि, शुभसन्ध्या. धन्यवादः महोदय. सुप्रभातं सर्वेषां, शुभदिनं सर्वेषां. धन्यवादः.